नमस्सर्वेभ्यः समासचिन्तनवर्गे सर्वेषां स्वागतम्। समास तत्पुरुषसमाससूत्राणि अरुणा भगिनी पठितुमिच्छति वा? आं महोदय। तत्पुरुषः दिगुश्च द्वितीयाश्रित अतीत पतित गत्तात्यस्त प्राप्तापन्नैः स्वयं तेन कत्वा क्षेपे सामि कालः अत्यन्तसंयोगे च तृतीया तत्कृतार्थेन गुणवचनेन पूर्वसदृशसमानोऽर्थकलहनिपुणमिश्रश्लक्ष्णैः कर्तुकरणे कृता बहुलं कृत्यैरधिकार्थवचने अन्येन व्यञ्जनं वक्षेण मिश्रीकरणं चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः पञ्चमी भयेन अपेतापोढमुक्तपतिता पत्रस्तैरल्पशः शोकान्तिकदूरार्थकृच्छ्राणित्वेन सप्तमी शौण्डैः सिद्धशुष्कपक्वबन्धैश्च द्वाङ्गेक्षेण क्षेपे कृतैर्ृणे भगिनि महोदय कृत्यैरुणे संज्ञायां तेनाहो रात्रावयवाः तत्र क्षेपे पात्रे समितादयश्च पूर्वकालैक सर्वजरत्पुराण नवकेवलाः समानाधिकरणेन दिक्संख्ये संज्ञायां तद्धितार्थोत्तरपदसमाहारे च संख्यापूर्वो द्विगुः कुत्सितानि कुत्स्नैः पापणके कुत्सितैः उपमानानि सामान्यवचनैः उपमितं व्याघ्रादिभिः सामान्यप्रयोगे विशेषणं विशेषेण बहुलं पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीराश्च श्रेण्यादयः कृत्तितादिभिः तेन नै वैशिष्ट्येनानै सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः वृन्दारकनागकुञ्जरैः पूज्यमानं कतमौ जातिपरिप्रश्ने किं क्षेपे पोटा युवती स्तोका कतिपय गृष्टिधेनुवशा वेहत् वश्यानि वक्षयणि प्रकृतृभवतृ श्रोतृतीयाध्यापकदूतैर्जातिः प्रशंसावचनैश्च युवा खलितफलितचलिन् वलिनजराधिभिः कृत्यतुल्याख्य अजात्या वर्णो वर्णेन। कुमारः श्रमणादिभिः चतुष्पादो गर्भीण्यः मयूराख्यं सकादयश्च मयूरव्यंसकादयश्च पूर्व अपराधरोत्तरम् एकदेशी नैकाधिकरणे अर्धनपुंसकं द्वितीया तृतीया चतुर्थ तूर्यान्यन्यतरस्यां प्राप्तापन्ने च द्वितीयाय कालाः परिमाणिना नै ईषद् कृता षष्टि याजकादिभिश्च न निर्धारणे पूर्णगुणसुहितार्थसदव्ययतव्यसामानधिकरणेन तेन च पूजायाम् अधिकरणवाचिना च कर्मणि च तृजकाभ्यां कर्तरि च नित्यं क्रीडा जीविकयोः कुगतिप्रादयः उपपदमतिम् अमेवावयव्ये अव्ययेन तृतीया प्रभृतिन्यान्यतरस्यां त्वाच शेषो तावत् ओ धन्यवादः महोदय. गोमती भगिनी समासान्तसूत्राणि पठति वा? Your volume is very low, Bhagini. I don't know. It happened yesterday also. Now, can you hear? Very? Yeah, very, when you're very feeble, but... I don't know what is the reason. I have made it into maximum. Yesterday also, the same thing happened. Oh. Yeah, you are using headphones? If I use headphones also, the same problem, Mahodaya. Now I'm not using, but yesterday I tried both. Okay. Maybe after the class is, maybe after the class, if you have time, we can work together on that. I'll help you. Okay. Thank you. Now shall I read? Yeah, yes. Now it's better. तत्पुरुषस्याङ्गुलेः सङ्ख्याव्ययादेः अहस्सर्वैकदेशसङ्ख्यातपुण्याच्चरात्रेः अह्नोन्हस्तेभ्यः न सङ्ख्यादेः समाहारे उत्तमैकाभ्यां च व्याजाहसहिभ्यश्च च घोरदद्भिदलुकि अग्राख्यायामुरसः अलेश्माय सरसां जातिसंज्ञयोः ग्रामकौटाभ्यां च तक्ष्णः अतेः शूलः उपमानादः प्राणिषु उत्तरमृगपूर्वच्च सक्षणः नामो दिगोः अर्धाच्च खार्याः प्राचां द्वित्रिभ्यामञ्जलेः अन्सानसन्ताननपुंसकच्छन्दसि ब्रह्मणो जालपदाख्यायाम् उमाभ्यामन्यतरस्याम्. धन्यवादः भगिनि. धन्यवादः. नमस्ते शर्मिला भगिनि. नमस्ते महोदय. क्षम्यतां, किञ्चित् पदं विना गतं. जायमानविषयमस्ति सप्तमी तत्पुरुषसमासस्य प्रथमसूत्रं सप्तमी शौण्डैः इति. गतवर्गे तेषां कानिचन उदाहरणानि दृष्ट्वा एवम् अति इति शब्दस्य अधिकरणार्थे अतीश्वरे इति कारकसंज्ञा कर्मप्रवचनीयसंज्ञा युक्त्वा किं भवति, यस्मादादिक्यं यस्य चेश्वरावचनं तत्र सप्तमी इति सप्तमी निर्दिष्टात् तत्र अधि इति शब्दस्य रूपद्वयं भवितुमर्हति. यत्र स्वामी सप्तम्यन्तं भवति तत्र एव सप्तमी शौण्डैः इति सूत्रेण ईश्वरादीना देवदत्तादीना रामादीना एतेषाम् उदाहरणे सप्तमी सत्पुरुषसमासः भवति. किन्तु यदि स्ववाचकशब्दं यथा भू यपाञ्जाल ये कोऽपि भू स्ववति शब्दमस्ति सप्तमी अन्तं तत्र सप्तमी शौण्डै इति सूत्रेण अति इति शौण्डादिगणशब्दस्य सप्तमी शौण्ड सूत्रेण बलेन तत्पुरुषसमासः न भवितुम् अर्हति इति संक्षेपविषयमस्ति. अत्र उदाहरणानि दृष्ट्वा तस्य प्रक्रिया किं भवति इति पश्यामः. तत् अन्यानि उदाहरणानि इति आरभ्य शर्मला भगिनी पठतु. अन्यानि उदाहरणानि हि ब्रह्मदत्ते पञ्चालाः, पञ्चालाः ब्रह्मदत्तस्य अधिकारे अस्ति. ब्रह्मदत्तः स्वामी, पञ्चालाः स्वाहा. अधि इत्यस्य कर्मप्रवचनीयसंज्ञा भवति अधिरीश्वरे इति सूत्रेण, यतोहि स्वस्वामिभावसम्बन्धः ज्ञायते. अधि इति शब्दस्य योगे स्वामिनः ब्रह्मदत्तस्य सप्तमी भवति. यस्मादधिकं यस्य चेश्वरवचनं तत्र सप्तमी इति सूत्रेण. अत्र अधि ब्रह्मदत्ते पाञ्चालाः इति उदाहरणमस्ति. तत्र अधि शब्दयोगे ब्रह्मदत्त इति कश्चन पाञ्चालदेशस्य राजा, तत्र पाञ्चालाः तेषां राजा, तेषां स्वामी इति कृते इति कृत्वा ब्रह्मदत्त इति शब्दे सप्तमी विभक्ति भवति अधिरीश्वरे इति सूत्रेण. कर्मप्रवचनीयसंज्ञा भवति. अपि च यस्मादधिकं यस्य चेश्वरवचनं तत्र सप्तमी इति सूत्रेण स्वामी यत् बोधयति तत् पदस्य सप्तमी विभक्ति भवति. अतः ब्रह्मदत्ते पञ्चालाः इति अधि पञ्चालेषु ब्रह्मदत्तः. अस्मिन् उदाहरणे अधि इत्यस्य कर्मप्रवचनीयसंज्ञा भवति अधीरेश्वरे इति सूत्रेण, यतोहि स्वस्वामिभावसम्बन्धः ज्ञायते. अधि इति शब्दस्य योगे पञ्चाला इति स्ववाचका सप्तमी भवति. यस्मादधिकं यस्य चेश्वरवचनं तत्र सप्तमी इति सूत्रेण, पञ्चालेभ्यः एव ब्रह्मदत्तस्य स्वामित्वं वर्तते. अधिप्रपञ्चे ईश्वरः. अस्मिन् उदाहरणे अधि इत्यस्य अधि ईश्वरे प्रपञ्चः. ईश्वरः इति शब्दात् स्वस्वामिभावसम्बन्धः ज्ञायते. अतः अधिः इति शब्दस्य कर्मप्रवचनीयसंज्ञा भवति अधिरीश्वरे इति सूत्रेण. अधि इति शब्दस्य योगे स्वामिनः ईश्वरस्य सप्तमी भवति. यस्मादधिकं यस्य चेश्वरवचनं तत्र सप्तमी इति सूत्रेण. अधि प्रपञ्चे ईश्वरः. अस्मिन् उदाहरणे अधि इत्यस्य कर्मप्रवचनीयसंज्ञा भवति अधिरीश्वरे इति सूत्रेण, यतोहि स्वस्वामिभावसम्बन्धः ज्ञायते. अधि इति शब्दस्य योगे प्रपञ्च इति स्ववाचकात् सप्तमी भवति. यस्मादधिकं यस्य चेश्वरवचनं तत्र सप्तमी इति सूत्रेण, प्रपञ्चात् एव ईश्वरस्य स्वामित्वं वर्तते. अस्तु, अस्मिन् उदाहरणे सप्तमी सत्पुरुषसमासस्य उल्लेखनमेव नास्ति, केवलम् अधिकरण अधिकरण ईश्वरात् अधीरीश्वरे इति कर्मप्रवचनीयसंज्ञे युक्त्वा यस्मादाधिक्यं यस्य चेश्वरवचनं तत्र सप्तमी इति सूत्रद्वयोः कारणेन किं भवति इति स्वामी स्वस्वामिभावसम्बन्धस्य विषये चत्वारि उदाहरणानि दत्तमस्ति. ईश्वरे प्रपञ्च, प्रपञ्चे ईश्वर, अति इति अधिकरणार्थे रूपद्वयं व्यस्तप्रयोगे भवितुम् अर्हति, न तु तत्पुरुषसमासः इति एव उक्तमस्ति अस्मिन् परिच्छेदे. चत्वारि उदाहरणानि दत्तमस्ति. प्रथमम् अस्ति ब्रह्मदत्त एवं पञ्चाला, द्वितीय उदाहरणमस्ति ईश्वर एवं प्रपञ्च. तत् उभयस्तरे स्वस्वामिभावसम्बन्धः अस्ति. अधि इति कर्मप्रवचनीयसंज्ञा युक्त्वा तेषां स्थिते स्वामिनः सप्तमी भवितुम् अर्हति, अथवा स्ववाचकशब्द प्रपञ्च अथवा पञ्चाला एतयोः अपि सप्तमी भवितुम् अर्हति. किन्तु सप्तमी तत्पुरुषसमासस्य प्रयोगं तत्र भवितुं न अर्हति इति इति दत्तमस्ति. केवलं यत्र स्वस्वामिसम्बन्धभावे स्वामी सप्तम्यन्तं भवति तत्र एव सप्तमी तत्पुरुषसमासः भवितुम् अर्हति इति पूर्वपरिच्छेदे दत्तम् अस्ति. यत्र अधिभुवि राम इत्यत्र सप्तमी तत्पुरुषसमासः न भवति इति अधिभुवि, किन्तु रामाधीना भुवि इति स्थिते रामाधीना इति सप्तमी तत्पुरुषसमासः अधि इति उत्तरपद भूत्वा राम इति सप्त रामे इति सप्तम्यन्तपदस्य सप्तम्यन्तं पदम् अधि इति शौण्डादिगण शब्दस्य योगे सप्तमी तत्पुरुषसमासः भवति इति पूर्वं दत्तमस्ति. अतः उदाहरणे सप्तमी तत्पुरुषस्य उल्लेखः नास्ति, केवलम् अधिरीश्वरे एवं यस्मादादिकं यस्य पचेश्वरवचनं तत्र सप्तमी इति सूत्रद्वयोः एव उल्लेखमस्ति इति कृत्वे तत्र प्रकृतसमाससूत्रस्य उदाहरणानि दत्तमस्ति. अधि ईश्वरे भू, ईश्वरादीना भू, अधि ईश्वरे भू, अत्र सप्तमी शौण्डै इति सूत्रेण अधि इत्यस्य ईश्वरे इति सप्तम्यन्तपदेन सह समासाय भवति. तस्य प्रक्रिया किं भवति इति अधोभागे दत्तमस्ति. गोमतीभगिनी प्रक्रिया पठति वा? अधि ईश्वरे भू समासे ईश्वरादीना भू इति आरभ्य न महोदय? अधि ईश्वरे भूः इति वाक्यं समासः भवति ईश्वराधीना भूः व्यस्तप्रयोगे अधि ईश्वरे भूः इति अलौकिकविग्रहवाक्यः भवति, विग्रहवाक्यं भवति ईश्वर योगाङ्गी योग अधि. सप्तमी शौण्डैः इति सूत्रेण समासे कृते प्रातिपदिकसंज्ञा कृत्वा सुप्रत्ययोः लुक् भवति. ईश्वरः इति सप्तम्यन्त अन्तस्य पूर्वनिपातः भूत्वा ईश्वराधि इति भवति. अधि ईश्वरे भूः इति लौकिकविग्रहवाक्यम्, अलौकिकविग्रहवाक्यं भवति ईश्वर योगाङ्गी योग अधि. सप्तमी शौण्डैः इति सूत्रेण सप्तम्यन्तं पदम् उपसर्जनं भवति, अतः ईश्वर इति पूर्वम् आगच्छति, ईश्वरे इति भवति, ईश्वरे अधि. तत्पूर्वम् अलौकिकविग्रहवाक्ये सुपुधातुप्रातिपदिकयोः ततःपूर्वमपि ईश्वर नियोग अधि इति तत्र समर्थपदस्य समासं भवति, तत्पुरुषसमासः भवति. सप्तमी शौण्डैः इत्यस्य सूत्रेण तत्पुरुषसमासः अपि भवति. कृतसमासाश्च इति सूत्रेण तस्य प्रातिपदिकत्वं भवति. अनन्तरं ज्ञाप् प्रातिपदिकयोः सुपधातुप्रातिपदिकयोः इति सूत्रेण सुपां लोपः भूत्वा ईश्वरयोग अधि इति भवति. अनन्तरमेव उपसर्जनसंज्ञा ईश्वर अधि ईश्वराधि इति प्रातिपदिकं भवति. तदनन्तरं किं भवति इति अग्रिमं दत्तमस्ति, तदपि पठतु. अधुना पठामि महोदय, एकनिमिषम्. एकनिमिषं महोदय, चिन्ता मास्तु. अनन्तरं अषडक्ष अशितङ्गु अलङ्कर्म अलं पुरुषाभ्युत्तरपदं खः इति सूत्रेण अषडक्ष यस्य षड् नेत्राणि न सन्ति, अशितङ्गु स्थलं यत्र गावः भुञ्जते, अलङ्कर्म कर्मेण पर्याप्तः, अलं पुरुषः पुरुषातयः पुरुषादयः पर्याप्तः पुरुषाय पर्याप्तः एतेभ्यः शब्देभ्यः तथा च अधि यस्य उत्तरपदमस्ति तादृशात् शब्दात् स्वार्थे ख इति तद्धितान्तप्रत्ययः भवति अतः ईश्वराधि इति समासे अधि इति पदम् उत्तरपदे अस्ति इत्यतः ख प्रत्ययस्य प्रत्ययः विधीयते ईश्वरादि योग ख अयनेयिनीयः ठ ख छ खां प्रत्ययादीनाम् इति सूत्रेण प्रत्ययस्य आदिस्थितस्य फ ठ घ फ ठ ख छ ख इत्येतेषां क्रमेण आयन एय ईन ईय इय आदेशः भवन्ति अतः ख प्रत्ययस्य स्थाने ईन इति आदेशः भवति. अत्र ईश्वराधि इति प्रातिपदिकम् अत्र अक्षषडक्षाशितङ्गुलं कर्मालं पुरुषाध्युत्तरपदात् खः इति सूत्रस्य प्रसक्तिः अस्ति. तत्र अधि इति एकः शब्दः अस्ति. यदा सूत्रं वदति शब्द अन्यशब्दः अषडक्ष अशितङ्गु अलङ्गर्म अलं पुरुषः एतेभ्यः शब्देभ्यः शब्देभ्यः अधि अपि यथा अधि इति उत्तरपदम् अस्ति चेत् तत्र स्वार्थे ख इति तद्धितान्तप्रत्ययः भवति. अत्र प्रातिपदिके अधि इति उत्तरपदे अस्ति अतः तस्य स्वार्थे ख इति तद्धितान्तप्रत्ययः भवति. स्वार्थे इत्युक्ते तत्र अर्थस्य अन्य अर्थः न भवति, स्वस्य अर्थे एव भवति. ईश्वराधीन तत्र अधि इत्यस्य ख इति तद्धितान्तप्रत्ययः भवति. ईश्वरादियोग ख. अनन्तरं तत्र अन्यम् एकं सूत्रमागच्छति आयनेयिनी यः यद् ष्फ ठ घ च ध ख च झ खां प्रत्ययादीनाम् इति सूत्रेण क्रमेण तत्र आय ईन आयन् आयन् एय ईयन् ईन् ईय इय आयन् एय ईन ईय इय एतेषां क्रमेण आयन इत्यस्य फ एय इत्यस्य ध ईन इत्यस्य ख इय इत्यस्य छ इय इत्यस्य ख इति आदेशः क्रमेण भवन्ति. न भगिनि, विपरीतं भवति. फ स्तरे अयन् भवति, ठ स्तरे अये भवति, ख स्तरे ईन् भवति, छ स्तरे इय भवति, घ स्तरे इय भवति, आदेशः भवति. क्षम्यतां महोदय, तदेव तदेव. अत्र अस्माकं तत्र अधि इति शब्दः अस्ति. अधि इत्यस्य ख प्रत्ययः आदेशः अतः खस्य स्थाने खकारस्य स्थाने ईन ईनु इति आदेशः भवति. ईश्वर तत्र भगिनी तद्धितप्रत्ययम् आदेशः नास्ति, तत्र विधि अस्ति, प्रत्ययान्तविधि. तस्य विधि ख विधानानन्तरं तस्य आदेशः भवति ईन् इति वर्णेन. प्रथमम् आदेशं न भवति, प्रथमं प्रत्ययान्तं विधीयते, तद्धितान्तप्रत्ययं ख इति. तत् अषडक्षाशितङ्गुलकलं कर्म अलं पुरुषाद् अद्युत्तरपदात् खः इति सूत्रेण तद्धितान्तप्रत्ययं विदित्वा तदनन्तरं ख इति प्रत्ययस्य आदेशं भवति ईन् इति ईन् इति शब्दस्य कारणेन आदेशं भूत्वा ख स्तरे ईन् आदेश आगच्छति. ईश्वरादि इति प्रातिपदिकस्थिति ईश्वराधि इति प्रातिपदिके तद्धितप्रत्ययः भवति अधि इत्यस्य ख अतः ख इति तद्धितप्रत्ययः भवति ख इति तद्धितप्रत्ययस्य आदेशः अस्ति ईन अस्ति एत ए आम् एवम् एवं न आम् तत्र एकं कार्यं स्मर्तव्यं ख इति वर्णद्वयमस्ति खकार अकार एवम् आदेशरूपेण ईन् तत्रापि वर्णद्वयमस्ति आदेश अल्वर्ण नास्ति अनेकाल् षित् सर्वस्य इति कारणेन सम्पूर्णखास् निष्कासनं कृत्वा तस्य स्तरे ईन् इति आदेशः आगच्छति ख इति खकार अकार संयुक्तप्रत्ययः तस्य खकारस्य ईन इति आदेशः अतः ईश्वराधि योग ईन योग आ इति न न न न ईन ईश्वराधि योग ईन योग आ आ ईन योग आ सम् न तत्र तत्र किं भवति भगिनि तत्र ख इत्यस्य स्थाने ईन् इति आदेशः भवति इति आ सम्यक् सम्यक् सम्यक् सम्यक् आम् आम् अनन्तरम् अन्यकार्याणि भवन्ति ईन् इति तथ्यदण्डप्रत्ययः अस्ति तत्तु असर्वनामस्थानसंज्ञकप्रत्ययः अस्ति अतः यदा असर्वनामस्थानसंज्ञा यकारादौ अजादौ भवति तस्य पूर्वं यत् शब्दम् अस्ति शब्दः अस्ति तस्य भ संज्ञा इति भवति सूत्रं जानाति वा सूत्रं स्मरति वा आम् यचीभम् असर्वनामस्थानसंज्ञके यकारादौ अजादौ वा स्वादिप्रत्यये परे प्रकृतेः भसंज्ञा भवति इति सूत्रं वदति अहं यत् जानामि तद् वदामि तत्र सम्यक् करोतु महोदय अशुद्धं भवितुमर्हति न चिन्ता मास्तु भगिनि चिन्ता मास्तु ई भसज्ञायाः विषये अहं यद् जानामि तद् वदामि असर्वनामस्थानसंज्ञके इति उक्तम् असर्वनामस्थानसंज्ञका इति अर्थः तस्य अर्थः भवति न सर्वनामस्थानसंज्ञकः यदा स्त्रीलिङ्गे पुल्लिङ्गे प्रथमासु औ जस् अम् औट् इति पञ्च सुप्रत्ययस्य नामः अस्ति सर्वनामस्थानसंज्ञा इति अन्ये सर्वे असर्वनामस्थानसंज्ञाः प्रत्ययः प्रत्ययस्य नामदेव असर्वनामस्थानसंज्ञा अतः अत्र एतत्तु सु औ जस् अम् औट् इत्यस्य स्थाने इत्यस्य स्थाने न आगच्छति प्रातिपदिकं युग ईन एव अस्ति सूत्रं जानाति वा सर्वनामस्थानस्य संज्ञासूत्रं सर्वनामस्थानसंज्ञासूत्रं सुड अनपुंसकस्य आम् सुडो नपुंसकस्य अनपुंसक अनपुंसक इति युक्ते पुरुष पुल्लिङ्ग स्त्रीलिङ्ग सुट् प्रत्ययानाम् इत्युक्ते सु औजस् अम् औट् प्रथमविभक्ति त्रीणि प्रत्ययानां द्वितीयविभक्ति प्रथमद्वितीयविभक्तीनां सर्व असर्वनामस्थ अनपुंसकं भवति चेत् सर्वनामस्थानं विधीयते सर्वनामसंज्ञां विधीयते इति कृत्वा सर्वनामसंज्ञा भवति पुल्लिङ्गे स्त्रीलिङ्गे प्रथमविभक्ति सु औजस् द्वितीयविभक्ति अम् औट् एत पञ्चप्रत्ययानां सर्वनामसंज्ञः भवति अत्र ईशराभि युग ईन ईन इति असर्वनामस्थानसंज्ञा अस्ति अतः तत्तु ईकार आदौ ईकार अपि अस्ति तद्धिदन्तप्रत्ययः अपि अस्ति अतः अत्र यस्येति च इति सूत्रस्य कार्यं भवति यस्येति च सूत्रं वदति भसंज्ञकस्य अङ्गस्य अवर्णस्य अथवा ईवर्णस्य स्थितिः अस्ति चेत् तस्य लोपः भवति तद्धितप्रत्यये परे अथवा ईकारे परे अत्र हसंज्ञकः शब्दः अस्ति ईश्वर अधीश्वर अधीश्वर इति अधीश्वर इति अधीश्वर योग ईन अकारान्त अधीरीश्वर योग प्लस् योगे ईन ईन इति तद्धितप्रत्ययः अस्ति अनन्तरम् ईकार प्रत्ययः अपि अस्ति अतः भसंज्ञकस्य अवर्णस्य लोपः भवति सो अश्वराध इति एव तत्र ईश्वराधि अवर्णस्य न ईवर्णस्य लोपः भवति ईश्वराध योग ईन योग अ इति अस्ति लोप लोप लोप कुत्र विधीयते भसंज्ञकस्य अन्त्यस्य अवर्णस्य वा ईवर्णस्य लोपः भवति अत्र तु ई वर्णः अस्ति अतः ईश्वराधि इत्यस्य इकारस्य लोपः भवति ईश्वराथ इति भवति ईश्वराथ योग ईन योग ईश्वर वर्णमेलनं ईश्वराधीन इति भवति ईश्वराधीन अनन्तरं तत्र सुप्रत्ययस्य योजनेन यत् पदम् उत्तरपदे उत्तरपदस्य अनुसारणं स्त्रीलिङ्ग पुल्लिङ्ग नपुंसकलिङ्गस्य प्रत्ययः भवति ईश्वराधीनः ईश्वराधीना ईश्वराधीनम् इति भवति ईश्वराधीनः भक्तः ईश्वराधीना भूः ईश्वराधीनं कार्यम् इति समस्तपदं षष्टीतत्पुरुष षष्टि नास्ति सप्तमी तत्पुरुष अत्र भवति यस् भासंज्ञकस्य टेः लोपः इति पूर्वमपि पठितम् अत्र केन टे लोपः भवति वा केवलम् अन्तिम इकारस्य लोपः भवति वा यस्येति च इति सूत्रं किं वदति किमपि भेदः नास्ति किमर्थं चेत् ईश्वराधि एव न टि इकारः एव तो तेः एनिवे तेः इति वदामः अथवा इकारस्य इति वदामः कोऽपि वदतु फलम् एकमेव भवति परन्तु सूत्रं वयं पश्यामः तेः भवति वा अहं मम मनसि अस्ति अवर्णस्य ईवर्णस्य इति पश्यामः श्रीसूत्रं यस्येति च किं वदति, वस्य अङ्गस्य यस्य तद्दिदे ईति च लोपः, वासब्दिकस्य अङ्गस्य अवर्णस्य इवर्णस्य च तद्दिदप्रत्यये परे ईकारे परे, अथवा अवर्ण इवर्ण और यथा दीर्घ ईकार अस्ति परे परे परसप्तमी इति कृत्वा परनिमित्तम् अस्ति चेत् लोपः भवति। भासज्ञके अवर्णः भवति अथवा ईवर्ण भवति, परे तथितप्रत्ययः भवति अथवा ईकार भवति। तथितप्रत्यये परे ईकारे परे भासज्ञकस्य अङ्गस्य अकार अवर्णः अथवा ईवर्णः अस्ति चेत् तस्य लोपः भवति। आम् आम् आम्, अवर्णस्य इवर्णस्य यदि अत्र मम संशयं समीकरोतु, यदि अवर्णस्य इवर्णस्य इत्युक्ते सवर्णं सवर्णग्रहणं भवति वा? अत्र सपरकरणं न उक्तं, तत्पूर्वम् अत्र अव्ययीभावसमासे अस्माभिः पठितं, तत् ह्रस्वं भवति, नपुंसकं भवति, अतः ह्रस्वोत्तमपि भवति, ततः अकारः इकारः एव तिष्ठति अव्ययीभावसमासे। अत्र सपरकरणं न उच् न वदति, अतः अहं चिन्तयामि आ इत्युक्ते सवर्णग्रहणं भवति इति। सम्यक्, तदेव अत्र दत्तमस्ति, अस्मिन् सूत्रे तपरकरणं कृतं नास्ति, अतः अत्र अवर्णेन आकारस्यापि ग्रहणं भवति, इवर्णेन च ईका दीर्घ ईकारस्यापि ग्रहणं भवति। समीचीनं समीचीनम् उक्तम्। अव्ययीभावसमासे तु तद् ह्रस्वं भवति, ततः अत्र अत्र उदाहरणे तु ह्रस्व ईकारम् अस्ति इति कृत्वा चिन्ता नास्ति, यदि दीर्घमीकारम् अस्ति चेत् अपि तस्य ग्रहणं करणीयम् इति। अस्तु, समीचीनम् उक्तं। प्रश्नमस्ति वा? रोहिणी भगिनी शर्मिला भगिनी, संशयमस्ति वा? शृणोमि एव भवति भगिनी किम् उक्तवती इति अहं न श्रुतवती। नो, भवत्याः सङ्गणके प्राब्लम् अस्ति इति कृत्वा उच्चैः वक्ति चेत् अपि तस्य सम्पूर्ण स्वरं न शृणोति, तदेव प्राब्लम्। ऐ केन् हियर् प्रापर्लि भगिन्याः। ऐ टु हेल्प् हर् वित् द कम्प्यूटर् टु सेट् इट् करेक्ट्लि, सो ऐ आफ्टर् द क्लास् ऐ सेड् ऐल् करेक्ट् हर् एण्ड् हेल्प् हर् टु डू देट् बिकास् शी इस् फेसिङ्ग् द सेम् प्राब्लम् इन् अदर् क्लासस् आल्सो, सो डोण्ट् ऐल् समरैज् वाट् शी सेड्। अत्र उदाहरणमस्ति ईश्वरयोगः नीयोगः अधि इति अलौकिकविग्रहवाक्यं, तदनन्तरं तद् ये कृतद्विधसमासाश्च एवं सप्तमीषौण्डैः इति सूत्रेण प्रातिपदिकम् एवं समाससंज्ञा भवति, तदनन्तरं सुबोधातुप्रातिपदिकयो इति सूत्रेण अवयवरूपेण विद्यमान सुप्रत्ययानां लुक् भवति इति कृत्वा ईश्वरयोगः अति इति एव भवति। तत्र सन्धिकार्यं नास्ति कृत्वा केवलं वर्णमेलन अकसवर्णे दीर्घः भवति, ईश्वरादि इति रूपं भवति। तत्र ईश्वरादि इति योगे तदनन्तरं प्रातिपदिकसंज्ञा कृत्वा तद्विधप्रत्ययान्तं विधीयते, अषडशीत अङ्गुल अलं कर्म अलं पुरुषादीत्तरपदात् खः इति सूत्रेण तद्विदान्तप्रत्यय खा विधीयते. अदि इति उत्तरपदम् अस्ति कृत्वा ईशरादि इति अदि उत्तरपदम् अस्ति इति कृत्वा खा तद्विदन्त्यं प्रत्ययं विधीयते. खा स्थाने आदेशः भवति ईन् इति प्रत्ययेन. सूत्रमस्ति आयनेयः फटखचट्ठां प्रत्ययादीनाम् इति सूत्रेण आदेशं निर्दिश्यति. खा स्थाने ईन् आदेशस्य प्रत्ययं भवति इति कृत्वा ईश्वरादियोगः ईन् इति रूपं सिद्ध्यति. एवं तत्र ईश्वरादियोगः ईन् योगः आ अत्र इति खा वर्णस्य ककार अकारस्य खास् स्थाने ईन् आदेशः भवति. अकारं तदेव तिष्ठति इति कृत्वा ईश्वरादियोगः ईन् योगः आ इति स्थिते. अत्र यस्येति च इति सूत्रेण भासंज्ञकस्य अकारस्य इकारस्य ईकारे परे अस्ति चेत् तस्य लोपः भवति कृत्वा ईश्वरादि अस्य प्रातिपदिकस्य अन्तिम इकारस्य लोपः भवति. तदनन्तरम् ईश्वराद् योगेः ईन् भवति. तद् भूत्वा ईश्वरादीन् इति भवति. तदनन्तरम् अकारयोजनेन ईश्वरादीन इति प्रातिपदिकं सिद्ध्यति. ईश्वरादीन इति प्रातिपदिकस्य विवक्षानुसरणं पुल्लिङ्ग स्त्रीलिङ्ग नपुंसकलिङ्गम् अस्ति चेत् सुप् सुऔजस् अमौच्छस् इति प्रत्ययस्य योजनेन सुबुत्पत्ति कृत्वा ईश्वरादीनः इति पुल्लिङ्गम् ईश्वरादीना इति दीर्घाकारस्य स्त्रीलिङ्गम् एवम् ईश्वरादीनम् इति नपुंसकलिङ्गं रूपत्रयमपि विवक्षानुगुणं निष्पादं कर्तुं शक्यते. तदेव तस्य भगन्या अधुना उक्तम् अवगतं वा? सवनामस्थानस्य किं प्रयोजनं? Something was told about सवनामस्थाना, should सवनामस्थाना. अत्र लोभस्य कारणं यस्येति च इति सूत्रम् अस्ति. यस्येति सूत्र किं भवति इति चेत् असवर्णस्थानस्य अकार इकारस्य भासंज्ञा इत्युक्ते किं? भासंज्ञा भवति असर्वनामस्थानस्य षुड् प्रत्ययानाम् असवर्णस्थानं भवति पुरुष पुल्लिङ्गस्त्रीलिङ्गे एव इति भासंज्ञकस्य विवरणमस्ति. भासंज्ञकस्य अङ्गस्य इति एव अत्र अङ्गस्य विवरणमस्ति. तत्र भासंज्ञा इत्युक्ते किम् इति पृच्छ्यते सति भासंज्ञका प्रत्ययानां संज्ञका विधीयते यत्र न नपुंसकलिङ्गम् इत्युक्ते पुल्लिङ्गं वा स्त्रीलिङ्गं तत्र प्रथमविभक्ति त्रीणि प्रत्ययानां सु औजस् एवं द्वितीयविभक्ति प्रथमद्वयस् प्रत्यया इत्युक्ते अम् और् औट् इत्युक्ते पञ्चप्रत्ययानां सर्वनामसंज्ञा विधीयते सूत्रेण इति सुडो नपुंसके इति सुडो नपुंसकस्य इति सूत्रेण इति संज्ञा भूत्वा अत्र प्रत्ययमस्ति प्रातिपदिकमस्ति अदि इति ईश्वर अदि ईश्वरादि इति भासंज्ञकस्य अङ्गमस्ति इति कृत्वा तत्र ई इति ईश्वरादि इति अन्तिम ईकारं भासंज्ञकस्य अङ्गस्य अवयवः अस्ति. तत्कारणेन यस्येति च इति सूत्रं कार्यं कर्तुं शक्यते कृत्वा ईश्वरादि इति अन्तिम इकारस्य लोपं कृत्वा अग्रिमसोपानमस्ति ईन इति योजनम् इति कृत्वा ईश्वरादीन इति भवति. अवगतं वा? तदवगतं. परन्तु यस्य च इत्यत्र वसन्धिकस्य यजिम्भम् इति सूत्रं तत्र न तत्र यस्येति च सूत्रं किं वदति अत्र पश्यतु बा संज्ञकस्य अङ्गस्य अवर्णस्य इवर्णस्य च तद्धितप्रत्यये परे ईकारे परे च लोपो भवति इति उक्तम् तत्र प्राधान्यं किम् तत्र बा संज्ञिका इत्युक्तस्य अवगतं चेत् तदेव इति अहं दर्शयामि सूत्रम् दर्शयति वा सुडो नपुंसकस्य इति सूत्रमस्ति सुडनपुंसकस्य इति किं भवति सुट् अनपुंसकस्य सर्वस्थान सर्वनामस्थानम् इति संज्ञासूत्रमस्ति परन्तु वसंसकस्य सर्वनामस्थानस्य अपि किं प्रयोजनं किं प्राधान्यं वाट् रिलेशन्शिप् बिट्वीन् वसंसक एण्ड् सर्वनामस्थान दट्स् वाट् ऐ डोण्ट् अण्डर्स्टाण्ड् बा संज्ञकस्य इति उक्ते बा संज्ञा किस् इति भवति न तत्र यजिबम् इति सूत्रम् तत्र सर्वनामस्थानस्य प्राधान्यं मम न अवगतम् एकनिमिषम् अत्र पश्यतु यजिबं सूत्रं किं वदति यजिबम् इति सूत्रं किं वदति अनुवृत्तिसहितसूत्रं वदति असर्वनामस्थाने सु आदिषु यजिबम् अत्र असर्वनामस्थाने सु आदिषु यजिबम् इति कर्ते असर्वनामस्थानकसंज्ञके यकारादौ अजातौ वा स्वादिप्रत्यये परे प्रकृते भा संज्ञा भवति सो फोर् द भा संज्ञा इट् हेस् टु बि असर्वनामस्थानसंज्ञका सो असर्वनामस्थानं कुत्र भवति दट् इस् वै द प्रीवियस् सूत्र सुडो नपुंसकस्य इति सूत्रम् असर्वनामस्थानं संज्ञा भवति Right. So, it is one after the other. First, you know what is Sarvanamasthanam. So, Asarvanamasthanam and Yakarau Ajadau Asti Che, then Bhasamnya Vidyate. The second name falls on that. So, it has got two names. Asarvanamasthanam is one name. It, the same Patya has got Bhasamnya also. So, Bhasamnya is getting because it is Asarvanamasthanam. Asarvanama. So the second name replaces the first name. Mandamanda Shruyadeva. Mandamanda Shruyadeva. Vadatu. Bhavadeya, Bhasamnya to Purvam Yetu Pradipatika Mastina Angam. Tasya Bhasamnya. अनन्तरम् असर्वनामस्थानसंज्ञा भवति प्रत्ययस्य द्वयं भिन्नमस्ति भिन्नमस्ति भासज्ञकस्य अङ्गस्य परे ईकारे अथवा तद्धितप्रत्यये परे अवर्णस्य इवर्णस्य अङ्कस्य लोपः भवति इति. भासंज्ञक कस्य भवति? भासंज्ञकस्य लोपः अकार इकारस्य. तत्र न भासंज्ञा इति बम् इति सूत्रं वदति. तत् किं वदति? एचि भं वदति. एचि भम् इति भसज्ञकसूत्रं संज्ञासूत्रमस्ति. आं, तत् कस्य संज्ञा भवति? यत् पूर्वपद पूर्वशब्दः तस्य भसज्ञा. अत्र भगिनी अत्र पश्यतु, प्रकृते संज्ञा भवति इति अस्ति. प्रकृति इत्युक्ते अङ्गम्. आम्, सो अङ्गस्य संज्ञा भवति यम् भम्. तस्य कारणं किम् अस्ति? तस्य परे यकारादौ अजादौ स्वादिप्रत्यये भवति चेत् तत् प्रत्ययस्य असर्वनामस्थानसंज्ञा अपि भवितुम् अवश्यम्. There is no question of api. See, अङ्गम् अस्ति प्रकृति. प्रकृति एव अत्र अङ्गम्. अङ्गम् न see, गोमती भगिनी, what I am saying is that प्रकृतेः संज्ञा भवति भम् इत्युक्ते अङ्गस्य संज्ञा भवति भम्. बट् भा संज्ञा विल् कम् ओन्ली इफ् इट् इस् यकारादौ अचादौ वा स्वादिप्रत्यये एण्ड् सर्व असर्वनामस्थानसंज्ञके परे. सो द प्रत्यय फालोयिङ्ग् द अङ्गम् ईस् द वन् विच् इस् गिविङ्ग् द भा संज्ञा टु द अङ्गम्. That is true. That is why we get bhasanya. Otherwise, we get padasanya. Right. That's what I'm saying. So, I was explaining this to Rohini Bhagini that bhasanya for the angam comes because of the conditions of asarvanamasthana pratyaya is there in the following. Or it can also have yakarado, ajado, vaswadi pratyaya. These are the other three conditions. So, in that case, what happens is that you get Bhasamjna for the Angam, and in Bhasamjna, in the Angasya, Akara Ikarasya, Lopa Bhavati, Yeti, Pradida Pratyaya, Ikare Pare. So, we have Bhasamjna defined by Asarvanamasthanam, or the pratyayas yakaradau ajadau tadida swada swadi. So this is the condition for the bhasamnya. Now we know that this samnya isuradina is a bhasamnya, is samnya angam, and we have a pratyaya which is a ikara pratyaya in iti tadidanta pratyayasti tadida pratyayasya, because kha is a tadida pratyaya tasya adesham bhutva स्थानिवत् भवति इति कारणेन ईनपि तद्दिदान्तम् इति भूत्वा ईकारे परे भासंज्ञकस्य अन्तस्य अकार इकारस्य लोपो भवति. रोहिणी अवगतं वा? रोहिणी भगिनी? आं महोदय, अवगतं. धन्यवादः महोदय. अस्तु, अत्र इति अरुणा भगिनी पठति वा? यदि अदि इति शब्दः सौण्डादिगणे न पाठितः तर्हि. आं महोदय, एकनिमिष. यदि अधि इति शब्दः शौण्डादिगणे न पठितः तर्हि अधि इति अव्ययेन सह अव्ययभावसमः कर्तव्यः भवति. तथा सति आदे अमादेशं कृत्वा अधि ईश्वरमिति समस्तपदं निष्पन्नं भवति. परन्तु अधि इति शब्दः तु शौण्डादिगणे पठितः इत्यतः सप्तमी तत्पुरुषसमासः करणीयः, येन ईश्वरादिना इति समस्तपदं निष्पन्नं भवति. यदि अव्ययभावसमासः इष्यते तर्हि अधि ईश्वरम् इति अव्ययभावसमासः भवति. वयं पूर्वं पठितवन्तः अव्ययभावसमासः विषये अधि इति सप्तम्य विभक्तिरूपसमासं भवति इति. अधि इति शब्दः सौण्डादिगणे न स्वीकृतः, तर्हि अधि अधि इति अव्ययेन अव्ययभावसमासः भवति. अत्र प्रातिपदिकम् अधि ईश्वर अमादेश भवति, अधि ईश्वरमिति समस्तपदं निष्पन्नं भवति. परन्तु अधि इति सौण्डादिगणे रूपेण स्वीकृत्य इति चेत् सप्तमे तत्पुरुषः भवति ईश्वराधीना इति समस्तपदम्. अन्तर् इति शब्दः अव्ययमस्ति. अन्तः इति शब्दः तु अधिकरणप्रधाने एव पठ्यते. तस्य प्रयोगे तस्मात् तत् समानाधिकरणीयमेव सप्तम्याः करणं. वने अन्तरा, अत्र अन्तर्वनं वसति इति पूर्वपदार्थप्रधाने तु विभक्त्यर्थे यद् अव्ययम् अव्ययं विभक्तिसमीपसमृद्धिवृद्धि अर्थाभाव अत्यय असम्प्रति शब्दप्रादुर्भाव पश्चात् यथा आनुपूर्व्य यौगपद्यसादृश्य सम्पत्तिसाकल्य अन्तवचनेषु. इत्यनेन अव्ययभावसमासः एव भवति. अन्तर् इति शब्दः यदा अधिकरणप्रधानः भवति तदा अव्ययभावसमासः भवति. यथा वने इति अन्तर्वनम् इन् दि मिडल् आफ़् द फारेस्ट् इति अव्ययभावसमासः विभक्त्यर्थे भवति. रामः अन्तर्वने अन्तर्वनम् अस्ति इति वाक्ये अधिकरणस्य प्राधान्यं, यतोहि अधिकरणार्थे अन्तर्वनमि समासः निष्पन्नं भवति. अतः अन्तर्वनमि समासे अन्तर्शब्द अधिकरणप्रधान इति वक्तुं शक्यते. अत्र सौण्डे अधिक अन्तर अपि अस्ति महोदय. ओ ओके. अन्तर् इति अन्य अव्य शब्दः अस्ति, तत् अव्ययमस्ति. अन्तर्शब्देन अधिकरणप्रधाने एव पठ्यते. ततः सत्यं सप्तम्याः नावगतं यत् तस्य प्रयोगे तत् सामानाधिकरण्यमेव सप्तायाः कारणं नावगतं. तस्य अन्तर् इति शब्दः अव्ययम् अस्ति. तत् शब्दम् अन्त शौण्डादिगणे अपि अस्ति. यदि अधिकरणप्राधान्येन तस्य समानाधिकरण्यं भूत्वा वस्तून् उभयवस्तूनां वने तिष्ठति इति अर्थं भवति व्यवक्षायमे, तत्र अव्ययीभावसमासः एव भवति. किमर्थम् इति चेत् विभक्त्यर्थे सदा यद् अव्ययम् इति निमित्तेन अधिकरणवाचि अन्तर् शब्दस्य प्रयोगं समासे अव्ययीभावसमासे एव भवति. यदा वने इति अन्तर्वनम् इति अव्ययीभावसमासः एव विभक्त्यर्थे भवति इति एव तस्य परिच्छेदे दत्तमस्ति. तर्हि तत्र पञ्चमी सप्तरूपाणां भिन्नं भवति. अन्यसर्वेषु स्थलेषु अन्तर्वनम् इति रूपमेव सिद्ध्यति. वने अन्तर तत्र सप्तम्यन्तं रूपम् अस्ति महोदय. वने इति सप्तमी वने इति सप्तम्यन्तं सप्तम्यन्तं वने अन्तर् इति अव्ययम् अत्र वने इति तत्र अन्ध इति विभक्त्यर्थे अन्धर् इति कारणतः वना अन्तर्वनम् इति भवति. यदि अग्रिमपदच्छेदं पश्यति चेत् यदि अन्धर् इति शब्दस्य आधान आदेयप्रधाना भवति तर्हि सप्तमी तत्पुरुषसमासः भवति. यदि अधिकरणप्रधानम् अस्ति चेत् अव्ययभावं भवति. यदि आदाय आदेयप्रधानम् अस्ति चेत् सप्तमी तत्पुरुषसमासः भवति इति तयोः भिन्नत्वम्. अधिकरणम् अस्ति चेत् अव्ययम् अधिकरणम् अस्ति चेत् अव्ययम् यदि आदाये आदेयप्रधानम् अस्ति चेत् सप्तमी सौण्डै इति सूत्रेण भवति. तत्र वने इति यदि अन्तर्वनं भवति यदि आदेयं भवति चेत् वने अन्तः इति वनान्तः इति भवति. अलौकिकवा आदेयम् इत्युक्ते घटतले भूतले घट अस्ति. नौ घटतले इस् इस् द घट इस् अन् आदेयम् अधिकरणम् अस्ति भूतलम्. अवगतं वा? आम् महोदय. यदि आसन्ने उपविष्टः ब्रह्मचारी इति चेत् आसन्न अधिकरणं भवति ब्रह्मचारी आदेयं भवति. The one who takes the support of the adhikaranam is known as adeyam. So here vane antah, what is the adeyam? So tatra see Rama vanande asti. In that case, what happens is vana is the adhikaranam, Rama is the adeya. So vanantaha iti saptami sattvrusha samasa bhavati. Tatra vana pradeshaha iti bhavati. Yadi vane simha vasati तत्र अधिकरण बिकॉज सिंह कैन ओनली बी सीन इन द वनम देयरफॉर सिंह से अधिकरण भवति वनम. राइट राइट. सो दैट इज दैट. सो इट इज डिपेंडिंग अपॉन द विवक्षा वर्ड व्हाट वी वांट टू यूज इट. If it is, we want to say that it is taking the support of vanam, then it will be adhikarana pradhanam. But if you are saying the pradhanyam is on the one which is taking the support, then it becomes adeya pradhanam. Okay. Okay. Understood. Avagatam. Evam eva. अधि इति शब्दस्य शब्दः यदा अधिकरणप्रधानः भवति तदा अव्ययीभावसमासः भवति. यदा स्त्रीषु इति अधिस्त्री इति अव्ययीभावसमासः विभक्त्यर्थे भवति. यदि अधि इति शब्दः आदये प्रधानः भवति तर्हि तत्पुरुषसमासः भवति सप्तमी सौण्डैः सूत्रेण. यदा अधि ईश्वरे ईश्वराधीनः इति सप्तमी तत्पुरुषसमासः विकल्पेन ईश्वरे अधि इति विभाषा इति कारणतः विकल्परूपम् अपि भवति. अस्मिन् वाक्ये ईश्वराधीनः कश्चन पुरुषः इति अवगन्तव्यम्. दट् इस् सो देर् आर् ओन्ली टु कण्डीशन्स्. इफ् इट् इस् अधिकरणप्रधानं देन् इट् विल् बि अव्ययीभावसमासः. इफ् इट् इस् आदयप्रधान then it is saptami shaundaihi iti बिकास् अन्तर् इति पदं शौण्डादिगणे अस्ति इति कृत्वा सप्तमी तत्पुरुषसमासः भवति. अवगतं वा? अवगतं महोदय. इदानीं शृणोति वा? Even now it's very light, very weak, Mahani. I'll help you out after the class. No, Mama, it's a samshaya hasti, Mahodiyad. Prachadu, prachadu. I can hear you, I can hear you. Okay. Yeah, hear her, Mahodiyad. Others can remain in mute. Adhi, Striyam, Kutumbam, iti asti ched, aham, स्त्री इति शब्दः तत्पुरुषसमासस्य अर्थे भवितुम् इच्छामि. जस्ट् फार् अकेडमिक् इण्ट्रेस्ट्. अधि स्त्रियां कुटुम्बम् इति. अधि स्त्रियां कुटुम्बं नत स्त्री अधीना कुटुम्बं इट् विल् हाव् द फार्म्. तो स्त्री प्रथमं भवति. स्त्री पूर्वपदं. स्त्री पूर्वपदम्, अधि इति उत्तरपदम्. स्त्रियाधीना कुटुम्बम्. आगच्छति वा? ईश्वराधीनः इति न सेम् वे. स्त्रियाधीना, स्त्रियाधीनं, स्त्रियाधीनः. उत्तर ऐ मीन् इट् इस् अ विशेषणं फार् विच् वर्ड् विल् डिसैड् वाट् इस् द विभक्ति आफ् ईश्वराधीन. यदा भूवि यदा भू भवति चेत् भू स्त्रीलिङ्गम् अस्ति कृत्वा ईश्वराधीना भू इति भवति. धन्यवादः. अत्र अधिकरण आधानप्रदानस्य एकं प्रश्नं मया पृष्टमस्ति वर्गे. भगिनी किम् उक्तमिति चेत् अत्र सप्तमी शौण्ड इति सूत्रविवरणसमये शौण्डादिगणे एते शब्दाः सन्ति. शौण्ड, धूर्त, किदव, व्याट, प्रवीण, संविता अधिकरणार्थप्रधान अन्तर् इति दत्तमस्ति. तत् गोमती भगिनी वदति विच् व्याख्यान हेस् तत् अधिकरणप्रधान. यु सेट् इन् द क्लास् नो इट् इस् दर् इन् विच् व्याख्यान इट् इस् दर् अधिकरणप्रधान तत्त्वबोधिनी न. ऐ डोण्ट् रिमेम्बर् बट् इवन् पुष्पा महोदयस्य पुस्तके अपि अधिकरणा एव अर्थे भवति तत्त्वबोधिनी. ऐ थिङ्क् या ऐ केन् चेक्. या यु सेड् तत्त्वबोधिनी. ऐ रिमेम्बर् दट्. ओके ओके तत्त्वबोधिनी. पुष्पा महोदयस्य पुस्तके अपि तदेव. आम् तत्र अधिकरणप्रदानार्थे अन्तर् इति दत्तमस्ति. किन्तु अन्तिमपरिच्छेदे अधिकरणप्रदान किं आदेयप्रदान. यदि अन्तर् इति शब्दः आदानप्रदेयः भवति तर्हि सत्पुरुषसमासः भवति इति. तदेव मम प्रश्नमस्ति विद्याभगिन्या पृष्टं मया. आदेयप्रदान भवति वा अधिकरणप्रदान भवति वा इति भ्रमः भवति. If you are comparing the both the sentences, one side it is saying adhikarana pradhana antar, but here in this paricheda Bhagini has written yadi antar iti shabda adeya pradhana bhavati tarhi saptami parusha bhavati, yadi adhikarana artha pradhana bhavati chet avyaya bhava samasa bhavati iti. So in the class, next class, Bhagini said she will confirm and clarify that. So that answer has still not come, and Bhagini has not corrected in the Karapatram also. Maybe she will correct it before the class. She said one more thing, no, Mahudaya? She said what? She said that... She said, normally, in avyaya bhava samasaha, we see only adhi iti avyaya. We are not seeing antara or something else. We see only adhi. Yeah, but andar iti adhyaya pradhanam asti va, adhikarana pradhanam asti va, iti eva prashnam. But she said generally everywhere it is only adhi iti vibhakti arte avibhava samase adhi iti avyayasya upyogam eva drishtam ida api she uktavat right. Anyway, that clarification has to come. It is not very clear whether there are two words. One is adi, other is andar. Now, in the case of adi, there is no confusion because adi is an adhikarana pradhana vakyam because that very word is adhikarana artham, sujayati. Kintu andar iti shabdasya prayogam ubayastare bhavati. Adhikaranarthe bhavati, adheyarthe api bhavati. Only in the case of antar. Antar, so, see, suppose if you are saying, in the pot water is there, so water becomes the adheya for the pot, and pot becomes the adhikarana. Now, there the question will come whether it is adeya pradhanam bhavati ched andar iri. Si jalam gadante gadasyante jalam asti. Tatra adhikaranam ghatam adeyam asti jalam. What will be the usage which vibhakti will come? Which word will come, whether abhyay bhava samasa bhavati va, saptami samasa bhavati va, iti spashtam nasti. Tadeva agrima varge vadami iti bhavati uktam. But there is no confusion in the word adi. Adi is very clear. Adi avyayi bhava samasa bhavati, evam saptami tatpurusha samasa abhi bhavati. In both the cases, it is adhikaranarthe. Only the prashna uteti, andar iti shabdasya adhikaranartham bhavitam arhati va. Adeya pradhanam asti kritva tasya prayogam drashtam asti, kintu adhikaranarthe kadam bhavati iti prashna. Kimartham iti chet, sutra vivarana samaye, shaundadigane andhikarana adhikarana pradhana andar iti likhitam iti karanata. See, here in that mentioned it. Adhikarana pradhana antar. So, anyway, today in the following class, she will clarify, then we can get a clarity on that. If there is no other question, we can stop. Avagatamba, Sarvai, Rohini Bhagini. Haan, Mahodaya. Adhikarana adheya, that confusion still exists. That's still there. Let Bhagini clarify it in the class. Then we will know why it is so. Parandu adhikarana saptami eva bhavati. Adi iti sabdasya confusion nasti, Bhagini. Adi is always adhikarana pradhana. Only the question comes in the case of andar. Okay, we'll stop here. Dhanyavada. Namaskara.